गुरुब्रह्मा गुरुविष्णुगुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतमस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषये अस्ति तत्र अनुमानं यद्यपि तत्र मूलविषये अस्ति तत्र विभागः अतिरिक्तगुणः इति तत्र विभागः अतिरिक्तगुणः अपि संयोगनाशकः इति साधनार्थम् अस्माकं तत्र अनुमानप्रमाणम् इति विषयः अस्ति अत्र चिन्तनमस्ति नाम अनुमानेन तत्र विभागः अतिरिक्तगुणः इति साधितुं शक्नुमः इति अस्तु उषा भगिनी नमस्कारः नमस्कारः महोदय नमस्कारः भगिनी अद्य तत्र ऐपाड् नास्ति भगिनी अतः तत्र भवत्याः पार्श्वे करपत्रमस्ति वा आं महोदय अस्ति आम् तत्र चत्वारि ज्ञानानि इति तथा आरभ्य पठामः मध्ये चत्वारि ज्ञानानि इति तत्र एकं द्वे त्रीणि चत्वारि पुनः एकं द्वे त्रीणि चत्वारि इति अस्ति ततः आरभ्य पठामः तर्हि शुभा भगिनी आरम्भं करोति वा आं महोदय तत्र चत्वारि ज्ञानानि इति पक्षधर्मता ज्ञानम् इति प्रथमं ज्ञानम् इत्युक्ते हेतुः पक्षे अस्ति इति व्याप्तिज्ञानम् इति द्वितीयं ज्ञानं यत्र यत्र हेतुः तत्र तत्र साध्यम् इति परामर्शः इति तृतीयज्ञानं साध्यव्याप्यहेतुमान् पक्षः इति अपि च चतुर्थः अनुमितिः इति इत्युक्ते अनुमानम् इति अनुमानज्ञानम् अनुमितिः इति साध्यवान् पक्षः इति अस्ति अपि च तदनन्तरं पुनः पर्वते धूमः अस्ति इति इत्युक्ते नाम इदानीं तस्य उदाहरणम् उदाहरणम् इत्युक्ते पक्षधर्मता ज्ञानम् इत्यस्य उदाहरणं हेतुः पक्षे अस्ति इत्यस्य कृते पर्वते धूमः अस्ति इति इत्युक्ते धूमः हेतुः पर्वतः पक्षः तर्हि पर्वते धूमः अस्ति इति हेतुः पक्षे अस्ति इदानीं द्वितीयज्ञानस्य उदाहरणमस्ति इत्युक्ते व्याप्तिज्ञानस्य उदाहरणं यत्र यत्र हेतुः तत्र तत्र साध्यमिति अतः तत्र यत्र यत्र धूमः इति हेतुः तत्र तत्र वह्निः साध्यम् अस्ति साध्यम् अतः यत्र यत्र धूमः तत्र तत्र वह्निः तृतीयज्ञानं परामर्शः इत्युक्ते साध्यव्याप्यहेतुमान् पक्षः इति तत्र उदाहरणमस्ति वह्नि व्याप्य धूमवान् पर्वतः इति इत्युक्ते साध्यव्याप्यहेतुमान् इति वह्नि व्याप्य धूमवान् इति भवति पक्षः इत्युक्ते पर्वतः इति अपि च अनुमितिः इत्यत्र साध्यवान् पक्षः इति आसीत् इदानीं पर्वतः वह्निमान् इति भवति इत्युक्ते पर्वतः साध्यवान् पक्षः तर्हि वह्निमान् साध्यवान् भवति पर्वतः इति पक्षः भवति इति तत्र चत्वारि ज्ञानानि उदाहरणानि च दत्तानि समीचीनं भगिनि अतः तत्र एतत् किम् अस्ति इत्युक्ते तत्र अनुमानस्य तत्र प्रक्रिया नाम प्रथमतया तत्र पक्षधर्मता ज्ञानं भवेत् नाम वयं पक्षे किमपि अस्ति इति साधयितुम् इच्छामः नाम साध्यम् अस्ति इति साधयितुम् इच्छामः केन मार्गेण तत्र हेतुना खलु हेतुना साधयितुम् इच्छामः तर्हि अस्तु तर्हि हेतुना साधयितुम् इच्छामः कुत्र इत्युक्ते पक्षे इति अतः तत्र अतः तत्र हेतुना साध्यं पक्षे अस्ति इति साधयितुम् इच्छामः अतः तत्र हेतुः पक्षे प्रथमतया भवेत् खलु हेतुः पक्षे प्रथमतया भवेत् आमाम् आम् यतोहि तदा एव साध्यम् अग्रिमसोपानं भवितुम् अर्हति यदि तत्र यदि हेतुः पक्षे नास्ति तत्र अनुमानं न जायते एव न जायते अनुमानमेव न जायते आम् यदि धूमः न दृश्यते तर्हि वह्नेः अनुमानमेव न जायते प्रथमं धूमः भवेत् तर्हि तदेव हेतुः भवति तर्हि पक्षे धूमः भवेत् अतः तदनन्तरमेव अनुमानं भवति तदनन्तरमेव तत्र साधयितुं शक्नुमः अतः तत्र प्रथमस्य पक्षधर्मता ज्ञानम् हेतुः पक्षे अस्ति इति मध्ये आरम्भे भवेत्, नो चेत् अग्रे न गन्तुं शक्नुमः. तदनन्तरं द्वितीयज्ञानम् अस्ति, अस्तु हेतु पक्षे अस्ति किन्तु वयं जानीमः यत्र यत्र हेतुः तत्र तत्र साध्यः, तत् ज्ञानमपि भवेत्. यदि कोऽपि तत्र धूमः धूमं पश्यति किन्तु सः न जानाति यत्र यत्र धूमः तत्र तत्र वह्निः, बालकः लघुबालकः तस्य ज्ञानमपि भवेत्. यत्र यत्र धूमः अस्ति तत्र वह्निः भवेत् एव भवति एव इति ज्ञानमपि अपेक्षितमस्ति अपेक्षितमस्ति. अतः तत्र व्याप्तिज्ञानमपि अपेक्षितम्. यदि व्याप्तिज्ञानं नास्ति अनुमानं न जायते. अनुमानं न जायते इत्युक्ते प्रथमवाक्ये अनुमानं जायते किन्तु व्याप्तिज्ञानम् अस्ति चेदेव अनुमानं जायते. आमामां अतः सोपानं एतत् पक्षधर्मतज्ञानमपि अपेक्षितं, व्याप्तिज्ञानमपि अपेक्षितम् अपि अपेक्षितम्. तदनन्तरं तृतीयं परामर्शज्ञानं किम् अस्ति, एतयोः मेलनं तावदेव. पक्षधर्मताज्ञानम् अपि हा नाम हेतुमान् पक्षः इत्युक्ते हेतुः पक्षे अस्ति. पक्षः कीदृशः, हेतुमान् नाम हेतु पक्षे अस्ति खलु, मतु नाम यस्य यस्मिन् वा. अतः तत्र हेतुमान् पक्षः हेतुः पक्षे अस्ति. हेतुः कीदृशः, साध्यव्याप्यहेतुः हेतुः. अतः तत्र प्रथम सोपाने हेतोः ज्ञानं, द्वितीयसोपाने व्याप्तेः ज्ञानं, तदनन्तरं साध्यं सोपाने साध्यम् इति अस्ति इति ज्ञानं भवति. हेतुः अस्ति चेत् तत्र साध्यम् अस्ति इति. तर्हि अतः तत्र इदानीं हेतुमान् पक्षः इत्यत्र साध्यम् अपि अस्ति, व्याप्तिः न न साध्यम् अस्ति इति नाम यत्र यत्र हेतुः तत्र तत्र साध्यम् इति व्याप्तिज्ञानम्. अतः नाम अतः साध्यव्याप्य हेतुः हेतुः हेतुः कीदृशः, व्याप्यः अस्ति साधु साध्य साध्येन साध्येन व्याप्यः हेतुः. अतः साध्यव्याप्य खलु साध्यः यः अस्ति तेन व्याप्यः अस्ति हेतुः. यतोहि हेतुः अपि साध्यः, तयोः मध्ये व्याप्यव्यापकभावः अस्ति. आम् आम् अतः हेतुः कीदृशः, साध्यव्याप्य हेतुः अस्ति. अपि तादृशहेतुः पक्षे अस्ति, पक्षे अस्ति इति कृत्वा साध्यव्याप्य हेतुमान् पक्षः भवति भवति. हा इदानीम् अस्ति अस्मिन् अस्ति जानीमश्चेत् इदानीं तत् जानीमश्चेत् तदा वक्तुं शक्नुमः, पश्यतु हेतुः पक्षे अस्ति किन्तु हेतु साध्ययोः मध्ये व्याप्यव्यापकभावः अस्ति, तर्हि साध्यः अपि पक्षे अस्ति, तर्हि पक्षः साध्यवान् अस्ति इति. अतः तत्र चत्वारि ज्ञानानि अस्तु. इदानीं तत्र अग्रे विवरणमपि दत्तमस्ति. धन्यवादः भगिनी. हा धन्यवादः नीता भगिनी, नमस्कारः. मृणालिनी भगिनी नमस्कारः. नमस्कारः. तर्हि अग्रे चन्द्रमती भगिनी अग्रे पठति वा प्रथमतया इति. चन्द्रमती भगिनी प्रथमतया पक्षधर्मदा ज्ञानं, धर्मदा शब्देन हेतोः पक्षवृत्तित्वम् इत्यर्थः, भूमस्य वृत्तित्वं पर्वते इति ज्ञानं, रामः पर्वते धूमं पश्यति अनेन च जानाति यत् अयं पर्वतः धूमवान्, पक्षधर्मदा ज्ञानं. तदा स्मरणात्मकज्ञानम् आत्मनि उत्पद्यते, यत्र यत्र धूमः भवति तत्र तत्र वह्निः भवति इति ज्ञानम्. इदं व्याप्तिज्ञानम् इत्युच्यते. पूर्वं जातस्य अनुभवस्य संस्कारवशात् धूमदर्शनं संस्कारम् उद्वेदयति उद्बोधयति उद्बोधयति उद्बोधयति तेन उद्बुद्धसंस्कारेण व्याप्तेः स्मरणं जन्यते धूमस्मरणम् उद्बोधकं तेन धूमदर्शनं उद्बोधकं धूमदर्शनं उद्बोधकं तेन संस्कारः उद्बुद्धः तस्मात् व्याप्तिविषयकं स्मरणं जायते तर्हि प्रथमं पक्षधर्मता ज्ञानं तदा द्वितीयं ज्ञानं व्याप्तिज्ञानम् प्रथमतया पक्षधर्मता ज्ञानं जनयति धर्मता शब्देन हेतोः पक्षवृत्तित्वम् इति अर्थः धर्मदा तृतीया अस्ति धर्मदा पक्षधर्मदा धर्मदा शब्देन हेतो हेतुः इति अर्थं धर्मदा शब्देन हेतुः पक्षवृत्तित्वम् इत्यर्थः हेतु शब्देन हेतोः हेतोः पक्षवृत्तित्वम् हेतुकारणेन पक्ष वृत्तित्वं हेतोः इति हेतोः षष्टि हेतोः षष्टि हेतोः हेतोः इति हेतु सम्बन्ध न न न पक्षवृत्तित्वम् इति हेतुः पक्षे अस्ति इति वृत्तित्वं नाम वर्तते पक्षे वर्तते किं वर्तते हेतुः वर्तते हेतुः पक्षे वर्तते अतः हेतोः पक्षवृत्तित्वम् अस्ति हेतोः पक्षवृत्तित्वम् अस्ति इति इत्यस्य अर्थः अस्ति हेतुः पक्षे वर्तते अस्तु तत्र धर्मता एतत् कथं धर्मता शब्देन आगच्छति धर्मः इत्युक्ते किम् नाम तत्र पुस्तकस्य धर्मः तदेव जातिः इति भवति नाम पुस्तकत्वं गोत्वं नाम गौः धर्मः गोत्वम् इति वदामः तथा नाम धर्मः इत्युक्ते यदस्ति यद्वर्तते तस्मिन् तत्र पक्षे तत्र किं वर्तते सः एव धर्मः अतः पक्षे तत्र हेतुः वर्तते इति कृत्वा तत्र पक्षधर्मता नाम पक्षे किं वर्तते इति ज्ञानम् अतः पक्षधर्मता ज्ञानं पक्षे हेतुः वर्तते अतः हेतोः हेतोः पक्षवृत्तित्वस्य ज्ञानं धर्मता शब्देन बोधितम् अस्तु अग्रे धूमस्य वृत्तित्वं वर्तते इति ज्ञानं वृत्तित्वम् इत्युक्ते धूमस्य वृत्तित्वं धूमस्य वृत्तित्वं वर्तते इति ज्ञानं पर्वते धूमः वर्तते इति ज्ञानं रामः पर्वते धूमः पश्यति अनेन च जानाति यत् अयं पर्वतः धूमवान् इदानीं रामः पर्वते धूमं पश्यति अतः तस्य पूर्वस्मरणया ज्ञानं जनयति अयं पर्वतः धूमवान् इति पक्षधर्मता अयं पर्वतः धूमवान् इति एव पक्षधर्मता ज्ञानं जनयति तथा अत्र भगिनि भगिनि नाम अत्र सः साक्षात् धूमं पश्यति अतः अयं पर्वतः धूमवान् इति प्रत्यक्षज्ञानं नाम चक्षुषा प्राप्तं ज्ञानं पूर्वे सः महानसे धूमं अत्र अत्र एतावत् केवलं पक्षधर्मता ज्ञानम् इति तत् सर्वदा प्रत्यक्षज्ञानं भवति पक्षधर्मताज्ञानं सर्वदा प्रत्यक्षज्ञानं भवति. रामः साक्षात् धूमं पश्यति पर्वते, अतः पक्षधर्मताज्ञानं प्रत्यक्षज्ञानं चक्षुषा. इदानीम् अग्रे व्याप्तिज्ञानं कथम् इति अग्रे कथम् अग्रे पठतु. पक्षधर्मताज्ञानं तदा स्मरणात्मकज्ञानम् आत्मनि उत्पद्यते. तदा स्मरणात्मकज्ञानम् इत्युक्ते संस्कारजन्यं ज्ञानम् आत्मनि उत्पद्यते. यत्र यत्र धूमः भवति तत्र तत्र वह्निः भवति इति ज्ञानम्, स्मरणात्मकं ज्ञानम्. इदं व्याप्तिज्ञानम् इति उच्यते. एतत् यत्र यत्र धूमः तत्र तत्र वह्निः इति व्याप्तिज्ञानम्. तत् स्मरणात्मकं नाम पूर्वं जातम्. अग्रे पूर्वं जातस्य अनुभवस्य संस्कारवशात् धूमदर्शनं संस्कारात् उद्बोधयति. तेन उद्बुद्धसंस्कारेण व्याप्तेः स्मरणं जन्यते. तत्र धूमदर्शनं किमस्ति? संस्कारस्य कारणं नाम धूमदर्शनेन संस्कारं जन्यते. तदनन्तरम् उद्बोधयति पुनः संस्कारेण, उद्बुद्धसंस्कारेण व्याप्तेः स्मरणं जन्यते. नाम तत्र पुनः संस्कारं किं करोति? व्याप्तिं स्मारयति. व्याप्तिः अस्ति खलु इति स्मारयति, अस्माकं स्मारयति. अतः संस्कारेण व्याप्तिज्ञानं भवति. धूमदर्शनं उद्बोधकं, तेन संस्कारः उद्बुद्धः. धूमदर्शनमेव उद्बोधकस्य कारणं व्याप्तिज्ञानस्य. अत्र व्याप्तिज्ञानस्य न, संस्कारस्य उद्बोधकं. संस्कारस्य उद्बोधनस्य हेतुः इति मास्तु भगिनि अत्र. यतोहि हेतुः इति तत्र हेतुः साध्यम् एतत् सर्वम् अस्ति. अत्र कारणम् इति वदतु. धूमदर्शनं कारणं, कस्य कारणं? संस्कारस्य कारणं. धूमदर्शनम् उद्बोधकं, तेन संस्कारः उद्बुद्धः. अर्थः कः? धूमदर्शनम् उद्बोधकस्य कारणम्. उद्बोधकस्य कारणं नास्ति. उद्बोधकं नाम कारयति, बोधयति इति. उद्बोधयति इत्युक्ते तत्र कारयति. धूमदर्शनं संस्कारम् उद्बोधयति इति पूर्वमस्ति खलु पठतु मध्ये. पूर्वं जातस्य पुनः वाक्यं पठतु. धूमदर्शनम् उद्बोधक तस्मात् प्राक् वाक्यं पूर्वं जातस्य अनुभवस्य स्मरणजनयति. भगिनि तत्र पूर्वं महान् न न न भगिनि वाक्यं साक्षात् वाक्यमस्ति, तत् पठतु कृपया. तेन संस्कारः. तद् वाक्यं मास्तु. तस्मात् प्राक् अन्यत् वाक्यमस्ति खलु पूर्वं यद् धूमदर्शनं संस्कारम् उद्बोधयति तेन. भगिनि तस्मात् प्राक् वाक्यं भगिनि पूर्वं जातस्य इति अस्ति खलु आरम्भे. पूर्वं जातस्य पूर्वं जातस्य अनुभवस्य संस्कारवत् संस्कारवशात् पूर्वं जातस्य अनुभवस्य संस्कारवशात् धूमदर्शनं संस्कारं उद्बोधयति. धूमदर्शनं संस्कार उद्बोधयति, तस्य अर्थः कः? पूर्वे अनुभवः अस्ति. धूमदर्शनं न न केवलं धूमदर्शनं संस्कारम् उद्बोधयति इत्यस्य अर्थः. धूमदर्शनं संस्कारम् इत्युक्ते स्मरण जनयति. धूमदर्शनं स्मरणम् अथवा संस्कारं जनयति, उद्बोधयति. उद्बोधयति नाम संस्कारः आत्मनि अस्ति इदानीं तत्र अतः धूमदर्शनं संस्कारस्य अत्र कारणम् अथवा उद्बोधकम् इति. अतः धूमदर्शनेन संस्कारः उद्बुद्धः, पुनः संस्कारेण किं भवति? व्याप्तिविषयकस्मरणं जायते. व्याप्तेः स्मरणं जायते. हा नाम धूमदर्शनं संस्कारस्य साक्षात् कारणं नास्ति, यतोहि संस्कारः पूर्वं यत् यः अनुभवः आसीत् तस्य कारणात् संस्कारः आगतः, किन्तु संस्कारः यः अस्ति तस्य उद्बोधनं भवति. ओ एतत् अहं जानामि खलु इति अत्र व्याप्तिज्ञानं संस्काररूपेण आगच्छति, तस्य स्मरणं भवति. अतः व्याप्तिविषयकस्मरणं जायते नाम यत्र यत्र धूमः यत्र यत्र ध्वनिः भवति इति ज्ञानम् अनुभवात् तत्र तादृश अनुभवः नास्ति चेत् तत्र व्याप्तिज्ञानं न भवति खलु. नाम लघुबालकः सः केवलं धूमः एव दृष्टवान्, कदापि तत्र महानसं न गतवान् इति चिन्तयामश्चेत् प्रायशः सः लघुबालकः धूमं पश्यति अत्र धूमः एव अस्ति इति चिन्तयति, किन्तु यस्य अनुभवः अस्ति यत्र यत्र धूमः तत्र तत्र वह्निः तस्य व्याप्तिविषयकस्मरणं जायते. अतः अत्र ज्ञानद्वयं किं किम् अस्ति? धूमदर्शनं उद्बोधकं, तेन संस्कारः उद्भूतः. धूमदर्शनं अल्ल धूमदर्शनं उद्बोधकं भवति, तेन संस्कारः स्मरण उद्बुद्धः. तस्मात् व्याप्तिविषयकं स्मरणं जायते, तस्मात् कारणात् व्याप्तिविषयकं स्मरणं जायते. तर्हि प्रथमं पक्षधर्मदा ज्ञानं, तदा द्वितीयज्ञानं व्याप्तिज्ञानं. प्रथमं पक्षधर्मदा ज्ञानं जनयति, तदा द्वितीयं ज्ञानं व्याप्तिज्ञानं. पक्षधर्मदा इत्युक्ते धूमः भगिनी, तत्र धूमदर्शनं उद्बोधकम् अपि संस्कारः उद्बुद्धः, तत्र धूमदर्शनम् उद्बोधकं तयोः मध्ये के तत्र पदद्वयमस्ति, कः सम्बन्धः तयोः मध्ये? धूमदर्शनं उद्बोधकं, धूमदर्शनं उद्बोधकम् हेतुः न न तत्र धूमदर्शनम् उद्बोधकम् इति पदद्वयमस्ति, तयोः मध्ये कः सम्बन्धः? पदद्वयोः मध्ये पदयोः मध्ये कः सम्बन्धः? कार्यकारणं न भगिनि, उद्बोधकं किम् अस्ति? धूमदर्शनमेव उद्बोधकम्, विशेषणविशेष्यभावः. विशेष्यमस्ति धूमदर्शनं, विशेषणमस्ति उद्बोधकं. धूमदर्शनं उद्बोधयति, उद्बोधकम् अस्ति धूमदर्शनं. संस्कारः उद्बुद्धः, कः उद्बुद्धः? संस्कारः उद्बुद्धः भवते वा? तत्र स्पष्टता अस्ति वा मनसि तत्र किम् उक्तम् इति? विशेषणविशेषभावः दर्शनं इति स्पष्टता भवेत्. तर्हि तत्र धूमदर्शनं किं करोति संस्कारम् उद्बोधयति अतः धूमदर्शनम् उद्बोधकम् अस्ति उद्बोधयति नित्यस्ति खलु चालकः चालयति चालयति चालकः प्रेरकः उद्बोधयति उद्बोधकम् धूमदर्शकम् धूमदर्शनम् उद्बोधयति अतः धूमदर्शनम् उद्बोधकम् संस्कारः उद्बुद्धः विशेषभावः अस्ति इति ज्ञानं भवेत् मनसि नो चेत् तत्र वाक्यस्य अर्थः सम्यक् रीत्या न भवति अस्तु समीचीनं धन्यवादः भगिनि अस्तु अग्रे उषा भगिनि अस्तु महोदय तृतीयं ज्ञानं परामर्शः वह्निव्याप्य धूमवान् अयं पर्वतः अस्मिन् ज्ञाने व्याप्तिः अपि अस्ति पक्षधर्मता अपि अस्ति वह्निव्याप्य धूमवान् अयं पर्वतः इत्युक्तौ व्याप्तिविशिष्टायाः पक्षधर्मतायाः ज्ञानम् इत्युक्तौ व्याप्तिविशिष्टायाः अपि च पक्षधर्मायाः पक्षधर्मतायाः ज्ञानम् ओके नाम प्रथमतया पक्षधर्मताज्ञानं जातं तदा व्याप्तिज्ञानम् उत्पन्नं तदा द्वयोः मेलनेन व्याप्तिविशिष्टपक्षधर्मताज्ञानम् अस्मिन् ज्ञाने द्वौ विषयौ व्याप्तिः अपि विषयः पक्षधर्मता व्याप्तिः अपि विषयः पक्षधर्मता अपि विषयः वह्निना व्याप्तः धूमः पर्वते इति ज्ञानम् इति परामर्शः इत्युच्यते वह्निव्याप्यः यः धूमः तादृशः धूमः अस्मिन् पर्वते वर्तते इति ज्ञानम् अनन्तरं पर्वतः वह्निमान् इति ज्ञानं जायते इदं ज्ञानं परामर्शजन्य अनुमितिः इति उच्यते महोदय तृतीयं ज्ञानं परामर्शः वयं पूर्वं दृष्टवन्तः पक्षधर्मताज्ञानम् अपि च व्याप्तिज्ञानं वह्निव्याप्तधूमवान् अयं पर्वतः वह्निव्याप्तधूमवान् अयं पर्वतः अस्मिन् ज्ञाने व्याप्तिः अपि अस्ति पक्षधर्मता अपि अस्ति पक्षधर्मता इत्युक्ते पक्षे यत् वर्तते इति पक्षे धूमः वर्तते इति सो पक्षधर्मता अपि अस्ति व्याप्तिः अपि अस्ति व्याप्तिः इत्युक्ते यत्र यत्र यत्र हेतुः तत्र तत्र साध्यम् इति व्याप्तिज्ञानं हेतुः अपि साध्ययोः मध्ये यः सम्बन्धः वर्तते तस्य ज्ञानम् तस्य ज्ञानं वह्निव्याप्य धूमवान् अयं पर्वतः इति ज्ञाने वह्निव्याप्य धूमवान् इति ज्ञानं तस्मिन् ज्ञाने व्याप्तिः अपि अस्ति वह्निव्याप्य इति पक्षधर्मता धूमवान् पर्वतः धूमवान् इति पक्षधर्मता अपि अस्ति इत्युक्तौ तर्हि तत्र पक्षधर्मतज्ञानं किम् अस्ति धूमवान् अयं पर्वतः पर्वतः इति पक्षः पक्षे हेतुः वर्तते इति सो पर्वतः धूमवान् इति कृते पर्वतः धूमवान् इति कृते पर्वते हेतुः वर्तते पर्वते यत् वर्तते पक्षे यत् वर्तते पक्षधर्मता पक्षे यत् पक्षधर्मता ज्ञानम् अपि व्याप्तिज्ञानं नाम धूमः हेतुः कीदृशः वह्निव्याप्य धूमः वह्निव्याप्य धूमः इति धूमः कीदृशः वह्निव्याप्य धूमः अस्ति सः नाम तयोः मध्ये वह्निः अपि धूमः तयोः मध्ये व्याप्य व्यापकभावः वर्तते व्याप्तिः अस्ति तयोः मध्ये इति अपि अस्ति खलु अतः तत्र निव्याप्य धूमवान् अयं पर्वतः इत्यस्मिन् व्याप्तिः अपि अस्ति पक्षधर्मता अपि अस्ति इत्युक्तौ व्याप्तिविशिष्टायाः पक्षधर्मतायाः ज्ञानं ज्ञानद्वयम् अत्र व्याप्तिविशिष्टायाः अत्र व्याप्तिविशिष्टायाः इति वह्निव्याप्य इति वह्निव्याप्य धूमवान् इति व्याप्तिविशिष्टायाः पक्षधर्मताया ओ व्याप्तिविशिष्टायाः पक्षधर्मतायाः विशेषणविशेष्यं वा इल व्याप्तिविशिष्टायाः पक्षधर्मतायाः यत् पक्षधर्मता दृष्टं या पक्षधर्मता वर्तते या पक्षधर्मता वर्तते तत् पक्षधर्मता व्याप्तिविशिष्टा भवति इति अतः नाम पक्ष समीचीनं नाम तत्र प्रथमविभक्तिरूपम् अस्ति व्याप्तिविशिष्टा पक्षधर्मता व्याप्तिविशिष्टा पक्षधर्मता अत्र पक्षधर्मता नाम पक्षधर्मता इति तत्र पक्षधर्मता स्त्रीलिङ्गे अस्ति नाम धर्मः अथवा धर्मता इति धर्मस्य भावः खलु भावः धर्मस्य भावः नाम तत्र वृत्तित्वं नाम वृत्ति नाम धर्मता वर्तते धर्मः इत्युक्ते वर्तते तस्य किन्तु धर्मता इति अस्ति नाम यत् वर्तते तस्य वृत्तित्वं नाम हेतोः वृत्तित्वं किन्तु हेतुः कीदृशः तत्र व्याप्तिविशिष्टः अस्ति नाम हेतुः साधारणहेतुः नास्ति हेतोः तत्र विशेषणमपि अस्ति नाम व्याप्तिः तस्मिन् अस्ति अतः तत्र व्याप्तिविशिष्टा अतः व्याप्तिविशिष्टा पक्षधर्मता नाम प्रथमतया पक्षधर्मता ज्ञानं जातम् तदा व्याप्तिज्ञानम् उत्पन्नं तदा द्वयोः मेलनेन व्याप्तिविशिष्टपक्षधर्मता ज्ञानम् प्रथमपूर्वं वयं दृष्टवन्तः प्रथमतया पक्षधर्मता ज्ञानं पर्वते लैक् धूमं दृश्यते हेतुः पक्षे अस्ति इति ज्ञानं प्रथमं पक्षधर्मता प्रत्यक्षज्ञानं प्रत्यक्षज्ञानेन पक्षधर्मता ज्ञानम् इत्युक्ते पक्षे हेतुः अस्ति इति हेतु वर्तते इति तदेव प्रत्यक्षज्ञानम् प्रत्यक्षज्ञानं पक्षधर्मता ज्ञानं पक्षधर्मता ज्ञानं पक्षधर्मता हेतुत्वं पक्षे वर्तते इति पक्षधर्मता तथा व्याप्तिज्ञानं तत् हेतुः पक्षे वर्तते इति ज्ञानेन व्याप्तिज्ञानमपि अस्ति यतोहि यत् स्मरणात्मकं ज्ञानं यत्र यत्र धूमः तत् हेतुः तत्र तत्र वह्निः भवति इति पूर्वस्मरणात् अनुभवस्य संस्कारात् अनुभवस्य संस्कारवशात् अनुभवस्य संस्कारवशात् वशात् यत् ज्ञानम् उत्पन्नं तथा द्वयोः व्याप्तिज्ञानम् उत्पन्नं नाम संस्कारवशात् व्याप्तिज्ञानम् उत्पद्यते उत्पन्नं नाम अनुभवः अस्ति चेदेव बहुवारं वारं यदि वयं पश्यामः ओ धूमः अत्र अस्ति वह्निः अपि अस्ति धूमः अत्र अस्ति वह्निः अपि अस्ति इति वारं वारं यदि जातं तदा अस्माकं संस्कारः नाम भवति ओ यत्र यत्र धूमः तत्र तत्र वह्निः भवति इति अस्माकं तत्र संस्कारः व्याप्तिः इति भवति यदा वयं धूमं पश्यामः ओ धूमः अत्र अस्ति धूमस्य विषये ओ अहं धूमस्य विषये तत्र व्याप्तिः अस्ति इति जानामि इति मनसि आगच्छति अतः पक्षधर्मताज्ञानं प्रथमं पक्षधर्मताज्ञानं तथा व्याप्तिज्ञानम् अनन्तरं तदा द्वयोः मेलनेन व्याप्तिविशिष्टपक्षधर्मता ज्ञानं व्याप्तिविशिष्टपक्षधर्मता यतोहि अत्र अयं पर्वतः वह्निव्याप्य धूमवान् भवति वह्निव्याप्य धूमवान् इति अस्मिन् ज्ञाने द्वौ विषयौ व्याप्तिः अपि विषयः पक्षधर्मता अपि विषयः व्याप्तिः अपि विषयः पक्षधर्मता अपि विषयः द्वौ विषयौ स्तः वह्निना व्याप्तः धूमः पर्वते इति ज्ञानं वह्निना व्याप्तः धूमः पर्वते इति ज्ञानम् इति परामर्शः इति उच्यते वह्निव्याप्य धूमवान् अयं पर्वतः अथवा वह्निना व्याप्तः धूमः पर्वते इति ज्ञानं परामर्शः पर्वते परामर्शः इति उच्यते पक्षधर्मताज्ञानं पक्षधर्मता अपि च व्याप्तिज्ञानं द्वयोः मेलनेन विशेषपरामर्शः विशेषज्ञानं परामर्शः इति वह्निव्याप्यः यः धूमः वह्निव्याप्यः यः धूमः तादृशः धूमः अस्मिन् पर्वते वर्तते इति ज्ञानं यतोहि पूर्वं पूर्व अनुभवेन व्याप्तिः ज्ञानं भवति वह्निव्याप्यः यः धूमः वयं दृष्टवन्तः तादृशधूमः अस्मिन् पर्वते वर्तते इति ज्ञानम् अस्तु तर्हि तत्र परामर्शे वयं तत्र धूमः अस्मिन् पर्वते वर्तते अपि एषः धूमः वह्निव्याप्यः अस्ति वह्निव्याप्यः यः धूमः अस्ति सः धूमः अस्मिन् पर्वते वह्निव्याप्यः यः तत् अस्मिन् पर्वते वर्तते इति ज्ञानम् अनन्तरं पर्वतः वह्निमान् इति ज्ञानं जायते इदं ज्ञानं परामर्शजन्य अनुमितिः इति उच्यते यदं इदानीं यदं यत् ज्ञानं प्राप्तं धूमः पर्वते अस्ति देन् वह्निव्याप्यः धूमः इदं धूमः तत् पर्वते वर्तते इति तथा एव पर्वतः वह्निमान् इति ज्ञानं जायते तद् ज्ञानम् अनुमितिः इति उच्यते परामर्शजन्य अनुमितिः परामर्शजन्य अनुमितिः इति उच्यते परामर्शेन एव आगच्छति अनुमिति ज्ञानं तर्हि तत्र पर्वते धूमः अस्ति अपि यत्र यत्र धूमः तत्र तत्र वह्निः इति अपि जानीमः यदि द्वयमपि जानीमः अस्तु यत्र यत्र धूमः तत्र तत्र वह्निः अत्र धूमः वर्तते तर्हि अत्र वह्निः अपि भवेत् अतः पर्वते वह्निः अस्ति पर्वतः वह्निमान् इति आगच्छति अतः तत्र लौकिकरूपेण उक्तवान् किन्तु अत्र प्रक्रिया नाम चत्वारि ज्ञानानि अपि तत्र प्रक्रिया कीदृशी इति उक्तम् एतावत् अस्तु समीचीनं धन्यवादः भगिनि अस्तु धन्यवाद अग्रे तर्हि तत्र नीता भगिनी अग्रे पठति वा अत्र स्मरणार्थं वह्नि व्याप्य धूमवान् इति यदा उच्यते व्यस्तप्रयोगे वह्निना व्याप्यः धूमवान् इति भवति तत्र वि उपसर्गपूर्वकः आब्धातुः लटि व्याप्नोति आवरणं करोति इत्यर्थः व्याप्यः व्याप्या व्याप्यम् इति कर्मण्यर्थकं विशेषणं न्यत् प्रत्ययान्तं पेयं खाद्यं कार्यं वाक्यं व्याप्यम् इति इमानि पदानि न्यत् प्रत्ययान्तानि व्याप्यः इत्यस्य विपरीत अर्थाकं विपरीतार्थाकं पदं नूलप्रत्ययान्तं व्यापकं यः व्याप्नोति सः व्यापकः यं व्याप्नोति सः व्याप्यः अत्र किञ्चित् व्याकरण अंशः तत्र वह्निव्याप्य धूमवान् वह्निव्याप्य धूमवान् एतावत् वयं दृष्टवन्तः मन्नि व्याप्य धूमवान् तत्र तस्य विग्रहे व्यस्तप्रयोगे तत् वह्नि व्याप्य इत्युक्ते तत्र वह्निना व्याप्यः तृतीयान्त वह्निना इति शब्दप्रयोगे तत्र वह्निना व्याप्य धूमवान् इति भवति वह्नि व्याप्य धूमवान् तत्र विग्रहः कृत्वा वह्निना व्याप्य तृतीयान्तपदम् उपयुज्य वह्निना व्याप्य इति भवति अत्र वह्निना व्याप्य व्याप्य इति पदे तत् व्याप्य इति कथम् आगच्छति तत्र आप् इति धातुः अस्ति आप्लु आप्नौ तत् धातु तत् वि इति उपसर्ग आगच्छति तत्र लट् लकारे व्याप्नोति इति रूपं दत्तमस्ति व्याप्नोति तस्य अर्थः भवति आवरणं करोति व्याप्नोति आवरणं करोति वि योग आप् धातु व्याप्नोति आवरणं करोति इति अर्थः भवति अनन्तरं तत्र ण्यत् प्रत्ययान्तरूपं कथं सिद्ध्यते इत्युक्ते ण्यत् प्रत्ययान्तरूपम् एवं तत् पेयं खाद्यं कार्यं वाक्यं इति उदाहरणानि दत्तानि सन्ति तत्र तथैव व्याप्य इति ण्यत् प्रत्ययान्तरूपं तस्य नपुंसकलिङ्गे भवति व्याप्यं पुल्लिङ्गे भवति व्याप्यः स्त्रीलिङ्गे भवेत् चेत् व्याप्याः क्षम्यतां व्याप्या इति भवति व्याप्या इति भवति श्रीलिङ्गि तत् यत् विशेषणरूपेण यत् ण्यत् प्रत्ययान्तरूपं व्याप्तमिति आगच्छति तत् कर्मणि अर्थकं विशेषणमिति भवति तत् कर्मं सूचयति हा यथा अत्र वयं दृष्टवन्तः तत्र वह्नि व्याप्य वह्नि व्याप्य धूमवान् तत्र व्याप्य यत् अस्ति तत् कर्म अस्ति तत् कर्मणि अर्थकं विशेषणं भवति तत् कर्म सूचयति तत् प्राप्यते नाम तत्र पेयं खाद्यं यत् यत् तत्र खादनीयं तदस्ति खाद्यं यत् करणीयमस्ति तत् कार्यं यत् वक्तव्यं तदस्ति वाक्यं यत् अतः तत्र कर्मपदं नाम यत् कर्मपदम् खादनीयम् अस्ति तदस्ति खाद्यम् अतः तत्र खाद्यं वाक्यं कार्यं सर्वं कर्मण्य कर्म एव अतः कर्मण्यर्थकं समीचीनं तत्र सामान्यतया वयं वदामः खलु खाद्यं खादामि इति कर्म अस्ति समीचीनं तदेव अस्ति तदेव अस्ति तेनैव नाम ण्यत् प्रत्ययस्य रूपमेव अस्ति तत्रापि सत्यं हा समीचीनं अधुना तत्र व्याप्य इत्यस्य विपरीत अर्थकपदम् अस्ति हा अधुना व्याप्य व्यापक हा तत् व्याप्य व्यापक इति वयं वदामः तत् व्यापक यत् अस्ति तत् कर्तार्थ णूलप्रत्यय आगच्छति तत्र हा तत्र णूलप्रत्ययान्तरूपम् अधुना अत्र अपि वि उपसर्ग आप् धातु तस्य णूलप्रत्ययस्य योजनेन व्यापकमिति भवति तत् व्यापकः यः व्याप्नोति इत्युक्ते कर्ता यः व्याप्नोति रूपेण सः व्यापकः यं व्याप्नोति कर्मदृष्ट्या तत् व्याप्य इत्युक्ते व्यापकः इति व्याप्य इति कर्म एवमस्ति आप् धातोः रूपाणि समीचीनम् अतः तत्र हेतुः नाम तत्र साध्यं हेतुं व्याप्नोति साध्यः हेतुं व्याप्नोति तर्हि तत्र व्याप्यमस्ति हेतुः व्याप्यः अस्ति हेतुः व्यापकः अस्ति तत्र साध्यः अस्तु समीचीनम् अस्तु अग्रे अग्रेपि किञ्चित् पठति तदनन्तरं तत्र अग्रे अन्य कोऽपि अधुना द्वितीयविधानं अधुना द्वितीयविधम् अनुमानम् परार्थ अनुमानम् अस्मिन् कश्चन श्यामः स्वस्य गृहे अस्ति स च पर्वतं न पश्यति किन्तु रामः पर्वतं गत्वा पर्वते धूमं दृष्ट्वा अहो पर्वतः वन्यमान् इति जानाति रामः कथं जानाति इति चेत् तस्य आत्मनि क्रमेण इमानि चत्वारि उपर्युक्तानि ज्ञानानि स्वार्थ अनुमानेन उत्पद्यन्ते तदा सः श्यामस्य गृहं गच्छति श्यामस्य गृहं गत्वा रामः पञ्चवाक्यानि सः समं वदति इति एतावत् एतावत् अधुना तत्र द्वितीयविधम् अनुमानम् इत्युक्ते तत्र पूर्वमासीत् स्वार्थानुमानम् स्वार्थानुमानम् इति तत्र स्वयं पश्यति स्वार्थानुमानम् स्वस्मिन् स्वस्मिन् अनुमानज्ञानम् उत्पद्यति इदानीं परार्थानुमानं परार्थ अनुमानं तत्र उदाहरणमस्ति तत्र एकः श्यामः एकः रामः तत् श्यामः स्वस्य गृहे स्थितः सः पर्वतः न पश्यति सः पर्वतं न पश्यति श्यामः परन्तु रामः द्वितीयः रामः तत्र रामः साक्षात् पश्यति तत्र पर्वतं गत्वा सः साक्षात् धूमं पश्यति धूमं पश्यति अतः तस्य चत्वारि सोपानानि तत्र मनसि आगच्छति पर्वतः वन्यमान अस्ति इति ज्ञानं तत्र मनसि आगच्छति अधुना रामः कथं जानाति इति तत्र आत्मनि तस्य रामस्य आत्मनि क्रमेण चत्वारि सोपानानि उपर्युक्तानि चत्वारि सोपानानि यानि वयम् अधुना दृष्टवन्तः तत् ज्ञानानि स्वार्थ अनुमाने स्वस्य मनसि स्वार्थ अनुमानेन रामस्य मनसि उत्पद्यन्ते इति विधानम् अधुना रामः श्यामस्य गृहं गच्छति श्यामस्य गृहं रामः गच्छति तत् रामः श्यामं मिलित्वा तत्र पञ्चानि वाक्यानि सः श्यामस्य पुरतः रामः स्वस्य प्रत्यक्षज्ञानं वदति इदानीं रामः श्यामं बोधयति इदानीं तत्र किं भवति स्वार्थानुमानं रामः जानाति नाम तत्र पर्वतः वनिमान् इति इदानीं श्यामः पर्वतं न दृष्टवान् किन्तु रामः यत् वदति तेन श्यामः अपि अग्रे जानाति ओ अस्तु सः पर्वतः वनिमान् अस्ति इति तस्मिन् मनसि अपि अनुमिति ज्ञानम् आगच्छति तदेव तत्र परार्थानुमानं तत् कथं जायते इति अग्रे उक्तं समीचीनं भगिनि एतावत् समीचीनं इदानीं तत्र इदानीं पञ्च पूर्वं तत्र चत्वारि ज्ञानानि आसन् इदानीं पञ्च सोपानानि सन्ति अस्तु इदानीं मृणालिनी भगिनी अग्रे पर्वतो वह्निमान् प्रथमं धूमवत्वात् द्वितीयज्ञानं यो यो धूमवान् स वह्निमान् यथा महानसम् इति ज्ञानं तथा च अयं तस्मात् तथा इति पञ्चविधज्ञानम् उदाहरणं पठामि वा अग्रे प्रतिज्ञावाक्यं पर्वतो वह्निमान् वाक्यं धूमवत्वात् हेतुवाक्यम् उदाहरणवाक्यं यः यः धूमवान् स वह्निमान् यथा महानसम् उपनयवाक्यं तथा च अयं वह्नि व्याप्य धूमवान् अयं पक्षः निगमनवाक्यं तस्मात् तथा तस्मात् धूमवत्वात् तथा वह्निमान् इति अत्र तत्र किमस्ति तत्र अग्रे अपि दत्तमस्ति किन्तु तत्र पर्वतः वह्निमान् प्रतिज्ञावाक्यं नाम रामः श्यामं साक्षात् वदति पर्वतः वह्निमान् अस्ति भोः इति तदा नाम श्यामः पृच्छति कथम् इति अतः तत्र तदनन्तरं रामः वदति तत्र हेतुवाक्यं वदति उदाहरणवाक्यं वदति उपनयवाक्यं वदति निगमनवाक्यमपि वदति तेन किं भवति श्यामस्य मनसि अपि अनुमितिः जायते आम् पर्वतः वह्निमान् अस्ति इति नाम सः अङ्गीकरोति तदा प्रतिज्ञावाक्यं किम् अस्ति लक्ष्यं किम् इति वदति नाम पर्वतः वन्यमान् अस्ति कथम् अस्तु वदामि धूमवत्वात् एतत् सर्वं रामः वदति अस्तु अग्रे तत्र अतः तत्र इदानीं तत्र प्रतिज्ञावाक्यम् इति आदौ दत्तमस्ति पूर्वं तत्र अनुमितिज्ञानम् इति आसीत् तद् किमस्ति अत्र आरम्भे एव प्रतिज्ञावाक्यम् इति दत्तम् तदेव लक्ष्यं पर्वतः वन्यमान् इति रामः श्यामं बोधयति किन्तु श्यामः यदि पृच्छेत् कथम् इति तदा तस्य विवरणं कथम् इति तत्र रामः बोधयति क्रमः आदौ यत् क्रमः क्रमः क्रमेण वदति अस्तु तर्हि तत्र अग्रे यदस्ति तदपि एकवारं पठतु भगिनि आम् आम् अयं क्रमः वार्तालापरूपेण जायते इति चिन्त्यताम् रामः पर्वतो वह्निमान् इति वदति श्यामस्य मनसि आकाङ्क्षा भवति कुतः वह्निमान् इति अङ्गीकर्तव्यम् इति पृच्छति सः तदा आकाङ्क्षानिवृत्त्यर्थं रामः उत्तरयति धूमवत्वात् इति श्यामः पुनः पृच्छति धूमवत्वम् अस्ति चेत् कुतः वह्निः अङ्गीकर्तव्यः तत्र रामः उत्तरं वदति ददाति यो यो धूमवान् स स वह्निमान् तथा महान् यथा महानसम् इति व्याप्तिबोधकम् उदाहरणवाक्यम् एवं च प्रश्नोत्तररूपेण भवति तर्हि आदौ सः आदौ रामः प्रतिज्ञावाक्यं वदति पर्वतो पर्वतो वह्निमान् तदा श्यामस्य मनसि वह्निमान् कस्मात् इति प्रश्नः उदेति खलु अतः उत्तरं वदति रामः धूमवत्वात् इति अनन्तरं पुनः धूमवत्वात् रामः पर्वतो वह्निमान् इति वदति श्यामः श्यामस्य मनसि आकाङ्क्षा भवति कुतः वह्निमान् इति अङ्गीकर्तव्यम् इति पृच्छति स तदा आकाङ्क्षानिवृत्त्यर्थं रामः उत्तरयति धूमवत्वात् इति श्यामः पुनः पृच्छति धूमवत्वम् अस्ति चेत् कुतः वह्नि अङ्गीकर्तव्यम् धूमवत्वम् इति अवगतं परन्तु वह्नि अस्ति इति किमर्थम् अवगन्तव्यम् तत्र रामः उत्तरयति यो यः धूमवान् स वह्निमान् यथा महानसम् अत्र सः अन्वयं करोति खलु उदाहरणरूपेण वदति व्याप्तिः अस्ति इति वदति अपि उदाहरणं महानसे यथा तथा अत्र अपि इति वदति अपि तत्र धूमवत्वात् इत्युक्ते किं तत्र धूमवत् इत्युक्ते धूमवत् प्रातिपदिकं धूमवत् धूमवान् धूमवत् किन्तु धूमवत् भम् इत्युक्ते तस्य भावः धूमवत्वं नाम धूमवत्वं साक्षात् धूमः भवति अथवा तत्र धूमवान् पर्वतः अस्ति इति तस्य ज्ञानं पक्षधर्मता ज्ञानम् अतः धूमवत्वम् इति अपि वक्तुं शक्नुमः अतः पक्षधर्मता वदति प्रथमतया तदनन्तरं व्याप्तिः वदति व्याप्तिबोधकं वाक्यं पक्षधर्मता बोधकं वाक्यं द्वयमपि वदति अतः तत्र श्यामस्य मनसि सर्वं तत्र अनुमितिज्ञानं भवति अतः तत्र पञ्चवाक्यानि यानि सन्ति तेषां तत्र नामकरणमस्ति प्रथमं किमस्ति प्रतिज्ञावाक्यं हा प्रतिज्ञावाक्यं तदेव लक्ष्यं पर्वतो वह्निमान् इति तदनन्तरं हेतुवाक्यं हेतुवाक्यं हेतुवाक्यं हेतुः पक्षे अस्ति इति वदति. एतवाक्यं पक्षधर्मता ज्ञानं बोधयति. तदनन्तरम् उदाहरणवाक्यं किं करोति, तत्र भृत् व्याप्यं व्याप्तिः या अस्ति तां बोधयति, व्याप्तिज्ञानं बोधयति, उदाहरणमपि ददाति यथा महानसम् इति. उपनयवाक्यं किं करोति, तथा च अयं नाम तथा च अयं नाम तर्हि उदाहरणेन सह तत्र सम्बन्धः जनयति. पूर्वं वयं दृष्टवन्तः परामर्शज्ञानं, तत्र उपनयवाक्यं किं करोति, परामर्शज्ञानं बोधयति. नाम स्वार्थानुमाने ज्ञानानि अस्माकम् आत्मनि आगच्छन्ति, किन्तु परार्थानुमाने बोधकं भवति, नाम शाब्दबोधेन भवति. अतः हेतुवाक्यं पक्षधर्मताज्ञानं बोधयति, उदाहरणवाक्यं व्याप्तिज्ञानं बोधयति, उपनयवाक्यं तत्र परामर्शज्ञानं बोधयति, निगमनवाक्यम् उपनयवाक्यं वह्निव्याप्य धूमवान् अयं पक्ष इति बोधयति, बोधयति. अतः परामर्शं सत्यं, अतः परामर्शं बोधयति. निगमनवाक्यं तत्र सर्वं मिलित्वा अस्तु पश्यतु, तर्हि तत्र अनुमिति अस्ति खलु, नाम धूमवत्वात् अयं पर्वतः वह्निमानपि अस्ति खलु इति भवति. अस्तु, अतः तत्र क्रमः किञ्चित् परिवर्तितः, नाम स्वार्थानुमाने चत्वारि ज्ञानानि, अत्र पञ्चवाक्यानि सन्ति. सर्वदा तत्र एषः क्रमः एव सर्वत्र दीयते, नाम प्रतिज्ञावाक्यं, हेतुवाक्यम्, उदाहरणवाक्यम्, उपनयवाक्यं, निगमनवाक्यम्. निगमनं किम् इति यदि कोऽपि पृच्छति चेत्, अस्तु तत्र साध्यव्याप्य हेतुमान् पक्षः इति तत्र निगमनवाक्यं भवति, नाम साध्यं पक्षे अस्ति इति. अस्तु, समीचीनं भगिनि. एतावत् कोऽपि प्रश्नः? अस्तु, नो चेत् अग्रे यच्छामः. तर्हि शोभा भगिनी अग्रे. आं महोदय, अग्रे परामर्थानुमानस्य अन्वय परार्थानुमानस्य इत्युक्ते परार्थानुमानस्य अन्वयव्याप्तिस्थले पक्षः साध्यवान् इत्यस्य प्रदर्शनार्थम् एते पञ्च अवयवाः भवन्ति. प्रतिज्ञा हेतुदाहरणे प्रतिज्ञा हेतुदाहरणो उपनयननिगमनानि तत्र प्रतिज्ञा हेतुः उदाहरणम् उपनयनं निगमनम् इति पञ्च उपनयः केवलम् उपनयम् उपनयम् उपनयम् प्रतिज्ञं नास्ति खलु उपनयम् अस्तु पञ्च अवयवाः सन्ति इति तर्कसङ्ग्रहवाक्यम् अस्ति. पर्वतो वह्निमान् धूमवत्वात् यो यो धूमवान् स स वह्निमान् यथा महानसम् तथा च अयं नाम वह्नि व्याप्य धूमवान् अयं पर्वतः तस्मात् धूमवत्वात् अयं पर्वतः तथा वह्निमान् अस्तु. इदानीं परार्थानुमानस्य अन्वयव्याप्तिस्थले इत्युक्ते परस्य अर्थ अनुमानस्य कृते अन्वयव्याप्तिस्थले पक्षः साध्यवान् इत्यस्य प्रदर्शनार्थम् एते पञ्च अवयवाः इत्युक्ते तत्र पक्षे साधितम् अन्येन इदानीं सः अन्यार्थम् साधयति इति तत्र पञ्चवाक्यानि नीत्वा अन्यं बोधयति तदेव एतेषां वाक्यानाम् उद्देशः इति. तत्र किं किम् अस्ति इति चेत् प्रथमं तत्र प्रतिज्ञावाक्यं वदति रामः इति स्वीकृत्य दृष्टवन्तः. प्रथमं प्रतिज्ञावाक्यं, तदनन्तरं तत्र श्यामस्य मनसि प्रश्नः भवति, तदा हेतुवाक्यं वदति. इत्युक्ते तत्र प्रथमं पर्वतः वन्यमान्, तदनन्तरं हेतु तथा कुतः इत्युक्ते धूमत्वात् इति वदति हेतुवाक्यं. धूमवत्वात् इति वदति. तदनन्तरम् अपि तत्र संशयः अस्ति, धूमत्वात् अस्ति चेत् कुतः इति. तर्हि तदनन्तरम् उदाहरणवाक्यं वदति, यो यो धूमवान् सा वन्यमान् यथा महानसम् इति उदाहरणं ददाति. तत्र तस्मात् परं तत्र किं धूमवान् सहसा वन्यमान् यथा महानसं तदा व्याप्तिज्ञानं भवति, व्याप्तिज्ञानं भवति, व्याप्तिबोधकम् उदाहरणं भवति, उदाहरणवाक्यम् अस्ति, तर्हि व्याप्तिज्ञानं भवति श्रोतुः. तदनन्तरं निगमनवाक्यम् इत्युक्ते तत्र तस्मात् तथा इति तस्यापि ज्ञानं भवति. तस्मात् धूमवत्वात् तथा वन्यमान् इति ज्ञानं भवति इति तत्र न्यायशास्त्रे किं तत्र पञ्च प्रश्नोत्तररूपेण एतादृशः तर्कः भवति इति तत्र अपि. अत्र तर्कसङ्ग्रह ग्रन्थः यः अस्ति तस्मिन् एतद् वाक्यम् अस्ति, साक्षात् वाक्यं तर्कसङ्ग्रहे वर्तते. प्रतिज्ञा हेतु उदाहरणोपनय निगमान् निगमनानि पञ्च अवयवाः अवयवाः इति इति साक्षात् तर्कसङ्ग्रहस्य वाक्यमस्ति. अतः तत्र अवयवाः के इत्युक्ते तत्र महोदय परार्थे यदा बोधनं करणीयं भवति तेषामपि ज्ञानं भवेत् खलु. तत्र यत् पूर्वं दृष्टं प्रथमज्ञानं, द्वितीयं तत्र पञ्च चत्वारि ज्ञानानि तेषामपि भवति चेदेव. हा समीचीनं. अतः तत्र समीचीनं प्रश्नः भगिनी. तर्हि तत्र स्वार्थानुमानं परार्थानुमानं तयोः मध्ये कः भेदः इत्युक्तौ तत्र ज्ञानानि कानि? तत्र प्रथमतया अस्ति पक्षधर्मताज्ञानं. पक्षधर्मताज्ञानं नाम धूमः पर्वते वर्तते. स्वार्थानुमाने एतद् ज्ञानं कीदृशं भवति? पक्षधर्मताज्ञानं न, किन्तु एतद् ज्ञानं प्रत्यक्षज्ञानं भवति. रामः साक्षात् पर्वते धूमं पश्यति. परार्थानुमाने केवलं तत्र शाब्दबोधकं ज्ञानम् अस्ति. रामः साक्षात् तत्र पक्षधर्मता नाम पर्वते धूमः अस्ति इति श्यामः न जानाति. प्रत्यक्षज्ञानं तस्य नास्ति, किन्तु रामेण तत्र उक्तं पर्वते तत्र धूमः वर्तते, अहं दृष्टवान्. अतः तत्र श्यामः रामं विश्वसिति, रामे तस्य विश्वासः अस्ति यत् रामः उक्तवान् तत् सत्यम्. अतः तत्र श्यामः अपि अङ्गीकरोति, अस्तु पर्वते धूमः अस्ति, किन्तु तद् ज्ञानं प्रत्यक्षज्ञानं नास्ति, शाब्दबोधम् अस्ति ज्ञानम्. यत्र रामस्य कृते तु धूमदर्शनम् उद्बोधकं भवति. इदानीं नाम प्रत्यक्षज्ञानं भवति. इदानीं पुनः तत्र व्याप्तिज्ञानम् अनुभवेन जातं, तत्र संस्कारः सर्वं भवति. तर्हि स्वार्थानुमाने रामस्य अनुभवेन सः व्याप्तिज्ञानं, तस्य मनसि व्याप्तिज्ञानम् अस्ति. परार्थानुमाने रामस्य यद्यपि व्याप्तिज्ञानमस्ति, यदा सः वदति यो यो धूमवान् सः सः वह्निमान् यथा महानसम् इति उदाहरणवाक्यं वदति तदा श्यामस्य मनसि अपि अनुभववशात् सः अपि अङ्गीकरोति आमां सत्यम् एतत् सत्यमस्ति अतः तस्य मनसि अपि तत्र यत् व्याप्तिज्ञानम् अस्ति उद्बोधकमस्ति किन्तु शाब्दबोधेन उद्बोधकम् साक्षात् धूमदर्शनेन उद्बोधकम् उद्बुद्धं नास्ति किन्तु संस्कारेण संस्कार तत्र रामः वदति तेन संस्कारः उद्बुद्धः तदनन्तरं स्मरणं भवति व्याप्तिज्ञानम् आमां व्याप्तिज्ञानम् अस्ति इति अतः तत्र कश्चन भेदः वर्तते स्वार्थानुमाने अपि पदार्थानुमाने तयोः मध्ये किन्तु यदा तत्र अनुमानप्रक्रिया इति न्यायशास्त्रे वदन्ति तत्र तु पञ्च अवयवानि एतानि अवयवानि वाक्यानि इति वदामः प्रतिज्ञावाक्यं हेतुवाक्यम् उदाहरणवाक्यम् उपनयवाक्यं निगमनवाक्यम् अपि प्रतिज्ञावाक्यमेव तत्र लक्ष्यं नाम पर्वतः वह्निमान् तदेव वयं साधितुम् इच्छामः अग्रे यदस्ति तस्य साधनार्थम् उक्तानि वाक्यानि महोदय तत्र निगमनम् इत्युक्ते अवगमनम् इति एव अर्थः खलु तत्र निगमनम् इत्युक्ते तत्र अवगमनम् इति न तत्र कन्क्ल्यूजन् इति अर्थे नाम सर्वं मिलित्वा यत् भवति अस्तु अस्तु अस्तु नाम अवगमनम् इत्युक्ते केवलं मीनिङ्ग् इति भवति सर्वं मिलित्वा किन्तु सर्वं मिलित्वा कः अर्थः इति यदि वदामः नाम सर्वं तत्र चत्वारि ज्ञानानि सन्ति अथवा चत्वारि वाक्यानि पूर्वं यदुक्तानि तेन मेलनेन तेषां मेलनेन किम् अवगच्छामः नाम तत्र अन्ततो गत्वा किं सिद्ध्यति इत्युक्ते तदस्ति निगमनवाक्यम् यतोहि तत्र निगमशास्त्रम् इति अस्ति खलु अतः पृष्टवती तत्र निगमनशास्त्रं तद् किमस्ति न जानामि भगिनि निगमन तत्र निगमन इति नास्ति केवलं निगम निगम यो अस्ति भगिनि नाम आगम आगम निगम इति तत्र भगिनि आगम इति तत्र तद् भिन्नम् अस्ति भगिनि आगम इत्युक्ते तत्र तन्त्रशास्त्रमस्ति तदस्ति आगम निगम इत्युक्ते वेदशास्त्रम् इति मम मनसि निगम इत्युक्ते वेदम् अपि निरुक्तमेव अस्ति तत्र कुत्रचित् तद् उक्तम् अस्ति भगिनि आगम निगम इति अत्र आगम ऐ थाट् इस् वेदास् निगम निरुक्तशास्त्रम् इस् वाट् ऐ थाट् निरुक्तम् अस्तु भगिनि शिक्षा छन्दस् व्याकरण ज्योतिषं निरुक्तं कल्पम् अस्तु भगिनि अस्तु अस्तु तर्हि तत्र मम सम्यक् ज्ञानं नास्ति यद् शोभा भगिनी उक्तवती दट्स् वाट् ऐ वास् थिङ्किङ्ग् महोदय निरुक्तम् एवम् अस्तु अस्तु अस्तु तर्हि अत्र निगमनवाक्यम् इत्युक्ते तत् कन्क्लूजन् सर्वं मिलित्वा इति भवति तत् पूर्वस्मिन् परिच्छेदे तत्र अनुमिति यत् अस्ति अन्तिमं सोपानं तत् अवगमनम् इति सङ्गच्छति वा तत्र अनुमिति अनुमितिज्ञानमेव भवति अनुमितिज्ञानमेव भवति किन्तु अत्र अनुमितिज्ञानं केन मार्गेण लब्धः तत्र सर्वज्ञानमेलनेन लब्धः इति कृत्वा तत्र निगमनम् इति तावदेव इत्युक्ते तत्र यथा निगमनम् इति कन्क्लूजन् तथा अनुमिति इति अण्डर्स्टाण्डिङ्ग् इति भवति वा अनुमिति इति साक्षात् ज्ञानम् अस्ति साक्षात् अनुमिति इति साक्षात् ज्ञानं नाम अयं घटः इति यथा ज्ञानस्य रूपम् अस्ति अयं घटः घटविषयकं ज्ञानम् अहं घटं पश्यामि अयं घटः अस्ति तत् प्रत्यक्षज्ञानम् अस्ति तथा अनुमिति इति अनुमानस्य साक्षात् ज्ञानम् अनुमा अतः अनुमिति इति अनुमानज्ञानं प्रत्यक्षस्य पश्चात् ज्ञानं प्रत्यक्षं नाम प्रत्यक्षं ज्ञानं भिन्नं अनुमानज्ञानं अनुमानज्ञानं न पश्चात् नाम अनुमानम् इति एकविधज्ञानं तत्र ज्ञानस्य नामकरणमस्ति अनुमिति इति तावदेव ज्ञानस्य नामकरणमेव अनुमिति इति परामर्श इति पूर्वस्मिन् सोपाने तत्र परामर्श इत्युक्ते निष्कर्ष इति इति इति अर्थे एव सत्यम् अतः नाम द्वयोः मेलनेन कः लब्धः सः अस्ति परामर्शः नाम पक्षधर्मता ज्ञानमपि अस्ति व्याप्तिज्ञानमपि अस्ति तयोः मेलनेन यद् ज्ञानं लभ्यते हा तदस्ति परामर्शः निष्कर्षः इति सत्यं तदा यदि परामर्शज्ञानं लब्धं तदा अस्माकं मनसि आगच्छति अस्तु तर्हि तत्र पर्वतः वन्यमान् खलु साध्यवान् पक्षः खलु इति परार्थानुमानं यदस्ति तत् प्रश्नान् अधिकृत्य एव भवति खलु इत्युक्ते यथा रामः प्रश्नान् पृच्छति तद् अनुषङ्गेन एव रामः वदति तत्र सत्यं सत्यं किन्तु किन्तु तत्र परार्थानुमानम् इति लौकिकरूपेण अतः तत्र अत्र यदि भवती तत्र पश्यति चेत् तत्र अयं क्रमः वार्तालापरूपेण जायते इति चिन्त्यतां तावदेव किन्तु साक्षात् वार्तालापरूपेण भवति इति नास्ति केवलं तत्र यदि वार्तालापरूपेण भवति इति चिन्तयामश्चेत् अवगमनं सुलभं भवति तावदेव नाम श्यामः पृच्छति रामः वदति श्यामः पुनः पृच्छति रामः वदति इति चिन्तयामश्चेत् ओ अस्तु अस्तु एषः क्रमः भवति इति चिन्तयामः किन्तु क्रमः भिन्नः तत्र क्रमः अपि तत्र वार्तालाप तयोः मध्ये न कोऽपि सम्बन्धः क्रमः प्रतिज्ञावाक्यं यदस्ति पर्वतो वह्निमान् तत् कथं साधयामः हेतुवाक्यम् अस्ति तत् शृण्मः उदाहरणवाक्यं शृण्मः उपनयवाक्यं शृण्मः तदा निगमनवाक्यमपि शृण्मः तदा अस्माकं मनसि अङ्गीकारः भवति आम् प्रतिज्ञावाक्यं सत्यम् अस्ति इति तावते प्रतिज्ञावाक्यं सत्यम् इति साधनार्थम् अन्यानि वाक्यानि उक्तानि अतः तत्र केवलं क्रमः दर्शितः वार्तालापरूपेण इति सत्यं यथा भवत्या उक्तं तत्र कः प्रश्नः इति अधिकृत्य एव तत्र वार्ता उत्तरं भवति अत्र केवलं तत्र प्रवाहः नाम तत्र ज्ञानस्य प्रवाहः एतादृश पर्वतप्रतिज्ञावाक्यम् इति उक्तं तस्य तद् सत्यम् इति कथं जानीमः अन्यानि वाक्यानि यानि सन्ति तेषाम् आधारेण तत्र अवगच्छामः तर्हि तत्र निगमनवाक्यं किं भवति इति उक्तौ तत्र पर्वतः वन्यमान् इति एव निगमनवाक्यं भवति तावदेव अतः तत्र प्रतिज्ञावाक्यं यत् आदौ उक्तं तदेव अन्ते अपि तत् लक्ष्यं तर्हि निगमनवाक्यं धूमवत्वात् तत्र वन्यमान् अस्ति एषः पर्वतः अस्तु अग्रे सरामः तर्हि तत्र अग्रे चन्द्रमती भगिनी अग्रे येषु पञ्चसु वाक्येषु प्रथमत्रीणि वाक्यानि सौधा सैद्धान्तिकानि न तु प्रकृतप्रवृत्तप्रासङ्गिकानि मात्र प्रकृत इति दत्तमस्ति महोदय प्रकृतप्रवृत्त प्रासङ्गिकानि प्रवर्तनास्ति पर्वत अस्ति खलु प्रकृतपर्वतप्रासङ्गिकानि अस्तु प्रकृतपर्वतप्रासङ्गिकानि नाम यदा कोऽपि कमपि सूचयति पर्वतो वन्यमान् इति श्रोता तथा पृच्छति कथं ज्ञायते तदा उत्तरम् आयाति धूमवत्वात् तदा कथं धूमवत्वम् इत्यस्मात् वन्यमत्वं तदा यो यो धूमवान् स स वन्यमान् तथा महानसम् यथा महानसम् तदा यो यो तदा यो यो धूमवान् सः स स वन्यमान् यथा महानसम् यथा अपि यथा स्थाने यदि तदा इति वदामः तत्र भेदः बहु तत्र भिन्नार्थकं भवति तर्हि यथा इति एव भवेत् एतावत् पर्यन्तं सिद्धान्तः एव तृतीये च व्याप्तिज्ञानं जायते तृतीयेन च व्याप्तिज्ञानं जायते तदा रामः वदति तथा च अयम् इत्युक्ते अस्मिन् पर्वते धूमः अस्ति अत्र एव पक्षधर्मदा ज्ञानम् उत्पद्यते श्यामस्य आत्मनि तस्मात् पूर्वं न अग्रे तस्मात् तथा इति पञ्चमवाक्यस्य कथनानन्तरम् एव श्यामः आत्मनि परामर्शः तदा अनुमितिः जायते वस्तुतः अस्मिन् मतभेदः वर्तते केचन वदन्ति यत् उपनयवाक्यं धूमवान् अयम् इत्येव भवति अन्ये वदन्ति यत् वह्निव्याप्य धूमवान् अयम् इति भवति एषु पञ्चसु वाक्येषु प्रथमत्रीणि वाक्यानि सैद्धान्तिकानि न तु प्रकृतपर्वतप्रासङ्गिकानि पञ्चवाक्यानि अत्र दत्तं तद् प्रथमत्रीणि वाक्यानि पर्वत प्रासङ्गिकानि नास्ति सम्बन्धी नास्ति सिद्धान्तविषयम् अस्ति सैद्धान्तिकानि सिद्धान्तवाक्यानि सन्ति केवलं पर्वतम् इति विषये सन्ति इति नास्ति सिद्धान्तविषये सन्ति एतानि वाक्यानि समीचीनं नाम यदा कोऽपि कमपि सूचयति पर्वतो वन्यमान् इति श्रोता तदा पृच्छति कथं ज्ञायते आकाङ्क्षजनयति कथं पर्वतवन्यमान् इति ज्ञायते अवगच्छति तदा उत्तरम् आयाति धूमवत्वात् कारणं वदति धूमवत्वात् तदा कथं धूमवत्वात् इति विशेषणशब्दमेव धूमवत्वात् पर्वतम् अस्ति वा केवलं धूमवत्वात् इति एव वदति धूमवत्वात् तदा कथं धूमवत्वम् इत्यस्मात् धूमवत्वम् इत्यस्मात् वह्निवत्वं कथम् इति प्रश्नः वह्निवत्वं कथम् इति प्रश्नः अल धूमवत्वात् कथम् इति प्रश्नः पृच्छति तदा उत्तरमायाति वह्निवक्त्वम् न भगिनि नाम रामः वदति तत्र पर्वतः वह्निमान् इति खलु तदा किं किं भवति कथम् इति प्रश्नः वदति धूमवत्वात् इति खलु तेन तदनन्तरं किं प्रश्नः धूमवत्वम् अस्ति चेत् तेन वह्निवत्वं कथं खलु इति प्रश्नः आगच्छति खलु धूमः भवति चेत् वह्निः अस्ति इति कथं जानीमः धूमवत्वात् कथं धूमवत्वात् कथम् इति प्रश्नमस्ति कथं धूमवत्वात् प्रश्नमस्ति वा न कथं धूमवत्वात् न धूमवत्वात् कथं वह्निवत्वम् इति प्रश्नः ओ धूमवत्वात् अस्तु अस्तु धूमवत्वात् कथं वह्निवत्वम् कथं धूमवत्वम् इत्यस्मात् वह्निवत्वम् अर्थः कः धूमवत्वम् अस्ति चेत् अस्ति चेत् कथं वह्निमत्वं भवति भवति हा इति अतः एव कथं धूमवत्वम् इत्यस्मात् वह्निमत्वम् तदा एह एव धूमवान् सः सः वह्निमान् महानसम् तत्र तथा नास्ति यथा महानसम् यथा इति पर्वतविषये नास्ति तत् सिद्धान्तः एव अग्रे द्वितीयेन च व्याप्तिज्ञानं जायते सः सः वह्निमान् यथा महानसम् एतत् वाक्येन व्याप्तिज्ञानं जायते जनेषु तदा रामः वदति तथा च अयं तथा इत्युक्ते अस्मिन् पर्वते धूमः अस्ति यदा एक एव धूमवान् सः सः वह्निमान् तथा महानसं तथा अयं पर्वतः धूमवान् प्रायशः एकनिमिष भगिनि तत्र प्रायशः तर्हि तत्र अहम् उक्तवान् तत्र प्रथमवाक्येन तत्र हेतुवाक्यम् इति अस्ति तत्र पक्षधर्मताज्ञानं हेतुवाक्येन सिद्ध्यति इति तत्र दोषः अस्ति नाम तत्र हेतुः कः इति एव तावत् उक्तं नाम धूमः इति धूमवत्वम् इत्युक्ते साक्षात् धूमः इति भवति अतः तत्र तर्हि तस्मिन् पर्वते धूमः अस्ति इति उपनयवाक्येन एव सिद्ध्यति पक्षधर्मताज्ञानं तर्हि तत्र अत्र एव अग्रे अत्र एव पक्षधर्मताज्ञानम् अस्मिन् पर्वते धूमः अस्ति इति निगमनं भवति वा नास्ति न न निगमनं नास्ति तत्र पक्षधर्मताज्ञानम् अस्ति अस्मिन् पर्वते धूमः पर्वते धूमः अस्ति इति एव साक्षात् ज्ञानं तत्र अतः तृतीयवाक्येन तत्र तृतीयवाक्येन उदाहरणवाक्येन व्याप्तिज्ञानम् उपनयवाक्येन नाम तथा च अयं तत्र निगमनवाक्यम् इति निगमनम् इति अपि वक्तुं शक्नु तत्र न परामर्शः इति अपि वक्तुं शक्नुमः यत् उदाहरणे तत्र तादृशं दत्तमस्ति नाम वह्निव्याप्य धूमवान् अयं पक्षः इति तत्र परामर्शज्ञानं सूचयति किन्तु विवरणे तत्र पक्षधर्मताज्ञानम् उत्पद्यते इति दत्तमस्ति तस्मात् पूर्वं न इति दत्तमस्ति अतः तत्र चतुर्थवाक्येन पक्षधर्मताज्ञानं भवति इति चिन्तनम् अस्ति अत्र एव पक्षधर्मताज्ञानम् उत्पद्यते श्यामस्य आत्मनि तस्मात् पूर्वं न तस्मात् पूर्वं न तत्रैव अग्रे तस्मात् तथा इति पञ्चमवाक्यं कथनानन्तरमेव श्यामस्य आत्मनि परामर्शः तदा अनुमितिः जायते यदुक्तं तस्मात् तथा इति तत्र निगमनवाक्यानन्तरमेव परामर्शज्ञानं भवति, तदनन्तरम् अनुमितिज्ञानमपि भवति इति उक्तम्। हा तर्हि तत्र वस्तुतः अस्मिन् मतभेदः वर्तते, अत्र मतभेदः वर्तते। केचन वदन्ति यत् उपनय वाक्यं धूमवान् अयम् इत्येव भवति, अन्ये वदन्ति यत् वह्निव्याप्य धूमवान् अयम् इति भवति। अतः एव तत्र मतभेदः नाम उपनयवाक्यं यथा दत्तं, यथा दत्तं उपनयवाक्यं, तत्र तत्र वह्निव्याप्य धूमवान् अयं पक्षः इति लिखितमस्ति तत्र। तस्य आधारेण अहम् उक्तवान् अस्तु, तत्र तत्र परामर्शज्ञानं तत्र भवति इति उपनयनवाक्येन। किन्तु केचन वदन्ति तत्र उपनयनवाक्येन केवलं धूमवान् अयं पक्षः, नाम पक्षधर्मतज्ञानम् एव भवति, न तु परामर्शज्ञानम् इति तत्र मतभेदः वर्तते। अस्तु भवतु, अस्तु समीचीनम्। अस्तु तर्हि तत्र बहु किमपि अद्य अस्माभिः कृतः अस्ति। तर्हि तत्र पञ्च अवयवानि वाक्यानि तत्र अनुमितेः प्रतिज्ञावाक्यं, हेतुवाक्यम्, उदाहरणवाक्यम्, उपनयवाक्यं, निगमनवाक्यम् इति अवगतवन्तः। तत्र अन्ततो गत्वा अस्माकं कार्यं किम् इत्युक्ते तत्र एतत् सर्वं ज्ञात्वा तत्र प्रयोगः भवेत्, नाम विभागः अतिरिक्तगुणः, विभागः अस्ति, अतिरिक्तः गुणः अस्ति इति साधयितुम् इच्छामः अनुमानेन। तर्हि विभागस्य अनुमानवाक्यमपि भवति, विभागः अस्ति इति साधयितुम् इच्छामः अनुमानेन। तर्हि तत्र चिन्तनं भवेत्, नाम विभागः अस्ति इति कथं साधयामः, तत्र पक्षः कः भवेत्, हेतुः कः भवेत्। साध्यः तु विभागः इति, किन्तु तत्र हेतुः किं पक्षः किम् इति अपि उदाहरणं किं भवेत् इति मनसि चिन्तनं कुर्वन्तु। अग्रे तु दत्तम्, एतत् सर्वं लिखितमस्ति, किन्तु तस्मिन् विषये तत्र, यतोहि सः एव मूलविषयः अस्माकम् अस्मिन् करपत्रे। अस्तु तर्हि एतावत् समीचीनमस्ति, अग्रिमे वर्गे तर्हि मिलामः। धन्यवादः, नमस्कारः। धन्यवादः, धन्यवादः, नमस्कारः।